तर्हि लुट् लकारः द्वितीयभागः इति करपत्रं वयम् अनुवर्तयामः. अस्तु भगिनि, कृपया सूचयति वा किं कृतवान्. अस्तु, अस्माकम् इदानीं लुट् लकारस्य प्रक्रिया वेट् धातूनां कृते कथं भवति तत् प्रचलन् अस्ति. वयं पकारान्तधातव तत्र स्मः इदानीं, कृतवन्तः सामान्य तकारान्त यथा तप् वप् केवलं करि च भवति. तदनन्तरं ये वेट् धातवती त्रिप् त्रिप् स्विप् स्विप् अन्यत् अस्ति, त्रिप् त्रिप् इति वेत् अस्ति, तेषां कृते एकं सूत्रमस्ति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् इति. तत्र यदि अनुवृत्तिसूत्रम् अस्ति अपदेशे अनुदात्तस्य ऋतुपदस्य अं चलि अकिति अन्यतरस्याम्, यदि अकिति इति वदनेन किं प्रकार कः प्रकारः अस्ति, कं प्रकारं सारि प्रतिषेध कं प्रकारः वा किं प्रकारं भवि कथं वक्तव्यं भगिनि, किं वा कं प्रकारः इति. न न, प्रकारः इति पुल्लिङ्गपदमस्ति खलु, प्रथमाविभक्त्यां प्रयुक्तमस्ति, तर्हि कः प्रकारः, कः प्रकारः अस्ति, तस्य वयं दीर्घचर्चा कृतवन्तः. उदाहरणं अर्थवत् धातु प्रत्यय प्रातिपदिकम् इति स्वीकृत्य वा आदेशे उपदेशे अशिति इति स्वीकृत्य वा चिन्तवन्तः. प्रसज्य यदि प्रसज्य प्रतिषेध अस्ति तत्र भवति वाक्यं द्वयं अस्ति, तद् भिन्नत्वे सति तद्गतभूधर्मत्वम् इति, तद्भूगतधर्मत्वम् इति. सो तत् भू तत् भू क्षम्यताम् अन्यतद् भिन्नत्वे सति इति अशिति यदि अस्ति तत् शित् प्रत्ययः न भवति आदेशे उपदेशे शिति. वाक्यं द्वयं किं भवति, एकवाक्यम् अस्ति शित् विना आदेचे एच् प्रत्यय एच् प्रत्ययस्य आम् आत्वं भवति, तस्य कोऽपि नियमनं न भवति. द्वितीयवाक्यं भवति अशित्तिप्रत्ययपरे न भवति इति अस्ति प्रसज्य प्रतिषेध. यदि अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् इति प्रतिषेध यदि प्रसज्य भवति तत् कथं वक्तव्यम्, एकवाक्यं भवति ऋतुपदस्य अम् आगमः भवति, अनुदात्तस्य ऋतुपदस्य अम् आगमः भवति. द्वितीय वाक्यं भवति ऋतुपदस्य अम् आगमः झलि अकिति प्रत्ययपरे भवति, अकिति मीन्स् यत् कित् नास्ति. तो अत्र प्रथमं यत् वाक्यम् अस्ति यदि वयं वदामः तत्र अनिष्टं रूपं वयम् आप्नुमः, यथा वयं दृष्टवन्तः तस्य प्रसक्ति अपि विधिलिङ्गि यात् प्रत्ययपरे आगच्छति, लोट् लकारे अजि अजादि प्रत्यय अस्ति तत्र अपि भवति. अतः परिदास प्रतिषेध स्वीकर्तव्यं. सो अतः एकवाक्यमेव भवति तस्य उपदेशे अनुदात्तस्य ऋतुपदस्य अं झलि अकिति अन्यतरसाम् इत्युक्ते झलि भवेत् प्रत्ययः किन्तु अकिति न भवेत्. सो तत्र भिन्नत्वम् अस्ति अकिति तत्र इति अस्ति अकिति, तद् गतभूतधर्मत्वम् अस्ति, प्रत्ययत्वं तद् झलि अस्ति इति प्रसज्य परिदासप्रतिषेध इति वयं दृष्टवन्तः. रूपाणि अपि वयं दृष्टवन्तः. अतः रूपं तृप् धातो कृते वा दृप् धातु रथादिभ्यश्च अनेन सूत्रेण वेट् भवति, यथ तेषां ते त्रिप् द्रिप् द्वौ धातोः द्वौ धातु अनित् आवल्याम् अपि अस्ति, वेट् आवल्याम् अपि अस्ति, किन्तु रदादिभ्यश्च अनेन सूत्रेण त्रिप् द्रिप् वेद् भवति वेद् भवतः. तो तत्र रूपाणि भवति तर्पता लुट् लका लिट् लका लुट् लकारे अपि तर्पि एकं रूपं भवति त्रप्ता अम् आगम्यत्र अस्ति द्वितीयं भवति तर्प्ता तृतीयरूपं यत् अडागमः भवति तर्पिता तथैव दर्प्ता द्रप्ता दर्पिता स्रिप् धातु यत् अस्ति तत् केवलम् अन्यत् अस्ति सो केवलं रूपं द्वयं भवति अमागमपक्षे स्रप्ता अमागम यत्र नास्ति तत्र सर्प्ता पुगन्तलरूपस्य इति भवति तदनन्तरं वयं दृष्टवन्तः गुपु इति अपि अस्माकम् वेट् आवल्याम् अस्ति तत् सूत्रम् अस्ति स्वरति सूति सूयति धूनुदितो वा अनेन सूत्रेण कारणकि गुपूष् इति अस्ति तत् उदितो धातुः अस्ति गुपु अतः विकल्पेन अडागमः भवति तो गुपु इति विशेष कार्यं भवति अस्मिन् धातोः अस्मिन् धातौ साधु अस्मिन् धातौ गुपु दुपु विच्छि पणि पणिभ्य आय अनेन आय आदेश आय आगमः भवति किन्तु तत् नित्यं भवति आयादय आदधातुके वा अनेन आय यत् प्रत्ययः भवति तत् विकल्पेन आगच्छति इति आगमः अस्ति राधु आगमः कि आदेश आगमः अस्ति आं भगिनि कस्यचित् अपि स्थानेन आगच्छति किन्तु पृथक्तया आगमः अस्ति साधु सो गुप् अनेन विकल्पेन भवति तो एक यदि आयादेश भवति तत्र भवति गोपायिता रूपं भवति यत् इदागमः अस्ति तत्र गोपिता भवति कारणे कि यदि आय आदेश भवति गोपाय इति कृत्वा इति सेट् अस्ति धातु सेट् भवति अतः केवलम् एकरूपम् एव भवति गोपायिता तत्र अन्यत् नास्ति अतः केवलम् एकरूपम् आयपक्षे भवति किन्तु यदि गुप् अस्ति तत्र पक्षद्वयं भवति इदादिपक्षे गोपिता अनादिपक्षे केवलं पुगन्तलघुपद्यस्य अनेन गुणं भूत्वा गोप्ता इति भवति अपि वयं दृष्टवन्तः गोपाय यत् भवति तत्र अतो लोप अपि तत्र कार्यं करोति अनेन पूर्वपरस्थाने पूर्व आर्धधातुकप्रत्ययपरे अकारस्य लोप इति साधु भगिनी मम एकः प्रश्नः अस्ति यदि अतो लोपः अस्ति तत्र आर्धधातुक भवेत् प्रत्ययपरे निमित्तं किन्तु तत्र निमित्तं नास्ति राधि झलि भवे वा अजादि भवेत् इति आर्धधातुकप्रत्यय अत्र किं भगिनि पुनः वदतु अतो लोप इति यत् सूत्रम् अस्ति अदन्ताङ्गस्य ह्रस्वकारलोप भवति आर्धधातुकप्रत्ययपरे साधु अतः तत्र निमित्तम् अस्ति अदन्तधातु भवेत् साधु अङ्गम् अदन्त भवेत् प्रत्ययस्य पूर्वं किन्तु यत् अर्धधातुकप्रत्ययः अस्ति तत्र निमित्तं नास्ति साधु झलि अस्ति वा अजादि अस्ति इति किमपि न उक्तम् अस्ति आं भगिनि केवलम् अर्धधातुक इति एव उक्तम् अस्ति सति अजादि हलाति इति किमपि न उक्तम् अस्ति अदन्तस्य हलादिप्रत्ययपरे किं भवति वयं न कृतवन्तः रिच् यथा अत्र अस्ति चुरादि गणीय रिच् तत्रापि अनुबन्धलोपानन्तरम् ईकार एव भवति साधु इति अजादिप्रत्ययः भवति तत्र अपि साधु आं भगिनि किन्तु हलादिप्रत्यये परे वयं न एतावत्पर्यन्तं न दृष्टवन्तः न दृष्टवन्तः अस्तु कुत्रचित् अपि न स्मरामः तत्र यत्र अतुलोपः कार्यं करोति इति प्रायः अन्यसूत्रम् आगत्य तत्र कार्यं करोति अस्तु अस्तु इदानीं वयम् अद्य त्रप् इति वे धातु अपि पकारन्त धातु अस्माकम् आवल्यामि त्रय स्तः, एकस्य गुपु, द्वितीयम् अस्ति त्रपूष्, तृतीयमस्ति कृपु. अद्य त्रपु इति तस्य पठामः. अत्र अन्यथा तु अग्रे कथ चुरादि गणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोक्य क्षम्यताम् अतो लोप तस्य अन्य उदाहरणमस्ति अद्य धातुः चेत् प्रसिद्धिः भवति. अस्तु, यथा कथ निच् तत्तु अतोलोपः इत्यस्मिन् विषये कथ निच् गृह इति स्वीकृत्य उक्तमस्ति खलु, न तु लुट् लकारि केवलम् अतोलोपस्य अन्य उदाहरणं दत्तमस्ति अत्र. इदानीं तप् आरभ्य वयं पठामः. अरुणा भगिनी भवती पठितुमिच्छति वा भगिनि त्रप्तदातुः? कुत्र भगिनि? त्रप्तदातुः, त्रप् इति वेटदातुः. त्रप् इति वेटदातुः. इदादिपक्षे त्रप् योगः एता त्रप्यता भवति. अनिदिपक्षे त्रप् युवता त्रप्ता भवति. केन स्वदितसू सूयति धुङ् उदितोत् वा इति सूत्रेण येषां धातूनाम् ओकारस्य इसञ्ज्ञ एभ्यः सर्वेभ्यः धातुभ्यः परस्य बलादि आदधातुकश्च इद्वा स्यात्. त्रपूष् इति धातु उदित् अतः अस्माद् धातोः इदागमो विकल्पेन भवति. ओके, त्रप् धातु केवलं कार्यं आगमस्ति चेत् त्रपिता इति रूपं भवति, एतागमः नास्ति चेत् त्रप्ता इति भवति. तदनन्तरं सूत्रमस्ति स्वरित सूति सूयति उदितो वा इति सूत्रेण एषा धातु उकार इति संज्ञा उकारः त्रपु इति धातुः इति साक्षात् त्रपु इति मूलौ मूले तु त्रपु इति अस्ति. तस्य इदित् जातम् इत् जातम् इति कृत्वा उदित् इति वदामः खलु, नामकरणमस्ति इति कृत्वा उदित् धातुः इति कृत्वा तस्य तु विकल्पेन इडागमः भवति. वल्लादिदाति वल्लादिप्रत्ययपरे वा इति विकल्पेन भवति इति कृत्वा पिता इति प्रत्ययः. अग्रे गच्छामः. तत्र तु कृपु इति वेट् धातुः, कृपो रोलः, कृप् धातोः रेफस्य लकारादेशो भवति. स्वयं सूत्रं सम्पूर्णम् आम्. कृपो द रोलः इति सूत्रेण सर्वत्र भवति खलु, यत्र यत्र कृप् धातुः अस्ति कृप् धातोः तु रेफस्य तु नित्यं किं भवति रेफस्य स्थाने लकारादेशो भवति इति. अत्र तु निमित्तम् अन्यत् किमपि नास्ति खलु. आम्, तर्हि कृपो रोलः इति सूत्रेण आहत्य कृप् धातोः रेफस्य लकारादेशः. कृप् धातोः ऋकारस्य अंशः यः रेफसदृशः तस्य स्थाने लकारसदृश आदेशो भवति. यत्र कृप् धातोः उपधायाः गुणः भवति कर्प् इति, तत्र रेफस्य स्थाने लकारादेशः अस्तः कल्प् इति फलम्. यत्र उपदा गुणो न भवति तत्र कृप् इति ऋकारस्य स्थाने लृकारादेशः अतः कृप् इति फलम् इति उक्तमस्ति. आम्, तर्हि कृपो रोलः इत्यनेन वयं किं वदामः, सूत्रं तु अस्ति रेफस्य तु लकारादेशः भवति इति उक्तम् अस्ति. उहु इत्यनेन अत्र तु रेफस्य स्थाने इति अस्ति खलु. आम्, षष्ठी विभक्तिः अस्ति. तर्हि कृपो रोलः इत्यनेन वयं साक्षात् यत्र गुणः भवति तत्र तु रेफः भवति ऋकारस्य स्थाने, तत्र तदा तु रेफस्य स्थाने लकारादेशः भवति. यदि गुणकार्यं नास्ति केवलं ऋकारः एव तिष्ठति चेत् तत्र तु तस्य सामान्य तत्र लृकारः भवति इति. भगिनी अनुवृत्तिसूत्रं प्रतिपादयतु कृपया. कृपः कृपः रः लः अत्र तु किम् अस्ति, कृपः उः इत्यनेन कृप् धातोः इति षष्टिविभक्तिः अस्ति खलु, कृपः इति तस्य उः इति क्षम्यताम् उः इति स्थाने अस्ति. कृपः इति तु तत्र किम् अस्ति सम्बन्धसृष्टिः अस्ति, कृपः धातोः उः इति अस्तु इति ऋकारस्य स्थाने, ऋकारस्य स्थाने इति. ऋकारस्य षष्टी विभक्तिः उकारः भवति खलु, तत्र मातृशब्दस्य मातुः इति भवति. अनन्तरं कृपधातोः पुनः सम्बन्धषष्टि तस्य रेफस्य स्थाने इति, यथा वयं रेफान्तधातूनां तु तत्र किमस्ति हलन्तधातु अत्र षष्टिविभक्तिः तु रः इति भवति. तेषां तु लकारादेशः भवति इति केवलम् उक्तम् अस्ति, साक्षात् लकारादेशः तु न भवति. अत्र रेफस्य स्थाने तु लकारादेशः भवति, किन्तु उकारस्य स्थाने यत्र ऋकारः आसीत् तस्य स्थाने तु ऋकारसदृशः तु लृकारः अस्ति, तद् आदेशः भवति. कृपः उः इति प्रथमं यत् अस्ति तत् गुण सूचयति वा केवलं? तत् साक्षात् यत्र गुणकार्यं गुणः न भवति तदा एव ऋकारः तिष्ठति खलु, कृपः उः तत् अस्ति गुणकार्ये अपि. यदा कृपधातोः रेफः भवति, गुणधातोः रेप अंशः भवति, अवगच्छामि. किन्तु अत्र यथा अनुवृत्तिसूत्रमस्ति तत् मणिमहोदय मह्यं पृष्टवान्, अहं न प्रतिपादितुं शक्नोति तत् तदा. पूर्वमपि वयं कृतवन्तः कृप् धातोः. अत्र तु कृपो रोलः इति अस्ति, अत्र उः इति महोदयः योजितवान्, किन्तु साक्षात् अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यामः चेत् कृपो इत्यस्य तु रे तत्र तु कृपः इति दत्तमस्ति, कृपः रः लः इति अस्तु तावदेव अस्ति महोदय योजितवान् इति मन्ये. अस्तु अवगमनार्थं प्रायः स्यात्. अस्तु तौः इति केवलं स्थानी षष्ठी विभक्ति इति एव सूचयति धन्यवादः भगिनि. तासि च कृपः इति कृप् धातोः परस्य परस्मैपदसंज्ञक ताश्च परस्मैपदसंज्ञक सकारादि आर्धातुकप्रत्ययः च अनयोः इडागमः न भवति इति. तर्हि कृप् धातोः परस्य परस्मैपदसंज्ञक तास् पश्यामः पूर्णतया, नाम केवलम् आत्मनेपदसंज्ञक तासः च आत्मनेपदसंज्ञक सकारादि आर्धातुकप्रत्ययस्य इडागमः भवति. अनुवृत्तिसहितसूत्रं कृपः परस्मैपदेषु आर्धधातुकस्य वलादेः न तासि से च इति अस्ति. प्रथमं वयं सूत्रं पश्यामः, अत्र तासि च कृपः इत्यस्मात् पूर्वं किम् अस्ति, अधोभागे दत्तमस्ति लुट्टि च क्लिप् भगिनि. अस्तु प्रथमं तु न प्रथमम् आसीत् आर्धधातुकस्य इड् वलादेः इति सूत्रम् आसीत् खलु, इत्यनेन आर्धधातु इति सूत्रेण इडागमः भवति. भगिनि स्वभावतः क्लिप् धातु आत्मनेपदे अस्ति अपि वेत् अस्ति स्वभावतः, किन्तु लुटि च क्लिप् अनेन परस्मैपदी अपि भवति. अतः तासि चक्लिप् इति वदति परस्मैपदी इदागमस न भवति इति. तर्हि प्रकृत सामान्यसूत्रद्वयम् अस्ति. एकमस्ति आर्धधातुकस्य इड् वलादेः इति, आर्धधातुके प्रत्यये परे इडागमः भवति अनुवति. तदनन्तरं लुटि चक्लृपः इति सूत्रेण सामान्यतया क्लुप् धातुः भवती यथा उक्तवती किम् अस्ति वेट् अस्ति, किन्तु लुटि चक्लृपः इत्यनेन स्य सन् तास् इत्येषु त्रिषु प्रत्येषु परेषु अयं कृपः विकल्पेन परस्मैपदी अपि भवति इति. अस्तु, सामान्यतया आत्मनेपदी अस्ति क्लुप् धातुः, किन्तु अनेन सूत्रेण लुट्लकारे तु किम् अस्ति लुटि च क्लुपः इत्यनेन तास् लुट् इत्यस्य ग्रहणं तु तास् प्रत्ययपरे इति वक्तुं च इति अस्ति, इत्यनेन स्य प्रत्ययः सन् प्रत्ययेषु अपि तत्र परस्मै विकल्पेन परस्मैपदी अपि भवति इति. अस्तु, तदनन्तरं तासि च क्लुपः इत्यनेन अत्र यत्र आर्धधातुकस्य इडवलादैः इत्यस्य अपवादसूत्रमस्ति खलु, अपवादः इति मन्ये, तद्वदति किम् अस्ति प्रतिपदोक्तत्वम् अस्ति इति कृत्वा बलं भवति. अनेन एतेन सूत्रेण क्लुपः परस्मैपदेषु यदि परस्मैपदीरूपं स्वीकरोति तदा तु आर्धधातुक आर्धधातुकस्य इड्वलादेः तासि ते च न भवति इति. सकारादि आर्धातुकप्रत्ययः भवति, परस्मैपदी प्रत्ययः अस्ति वा, परस्मैपदसंज्ञक तास् नो चेत् परस्मैपदसंज्ञक सकारादिप्रत्ययः पर अस्ति चेत् आर्धधातुकस्य चु तु इड् यत् वलादेः तु इडागमः न भवति न भवति. तर्हि आत्मनेपदीरूपं यत्र प्राप्नोति तदा तु तासि प्रत्यये परे इत्युक्ते लुट्लकारे परे इडागमः भवति, विकल्पेन इडागमः भवति. किन्तु यत् परस्मैपदीरूपं प्राप्नोति चेत् इडागमः न भवति, केवलम् अनिड् भवति. अस्तु, तर्हि अस्तु, तर्हि अतः लुटि परस्मैपदे इडागमः केवलं तु कल्पता इत्येव भवति इति. आम्, रूपं द्वयम् आत्मनेपदी रूपं द्वयं कल्पितापदी एकमेव रूपं समानं दृश्यते, किन्तु कल्पिता कल्पता इति रूपद्वयं भवति. तर्हि कृत् धातुः पुगन्धलघुपदस्य चेतनेन कर्प् इति भवति, तदनन्तरं कृपोरोलः इत्यनेन कल्प् इति स्वीकरोति, रेफस्य स्थाने लकारः आदेशः भवति. तदनन्तरं कल्प् योगः ता, तदा तु आत्मनेपदी अस्ति चेत् किम् अस्ति अत्र रूपद्वयं भवति. किम् अस्ति प्रथमम् अस्ति लुटि चक्रपः इत्यनेन परस्मैपदी लुटि प्रत्यये तु आत्मनेपदी अपि प्रत्ययः भवति, विधीयते परस्मैपदी प्रत्ययः अपि विधीयते कृप् धातोः. यदा आत्मनेपदी विधीयते तदा तु तस्य आर्धधातुकस्य सामान्यसूत्रम् आर्धधातुकस्य इड्वलादेः इत्यनेन तत्र रूपद्वयं भवति, कल्पिता कल्पता इति. किन्तु यत्र परस्मैपदी अस्ति चेत् तासि च क्लुपः इति आगत्य अनेन इडागमनिषेधं भूत्वा केवलं कल्पता इति एव रूपम्. भगिनि एकः प्रश्नः, यत्र कृपो रोल कृप् धातु अस्ति तत्र कृपु इति स्वरति सूचि श्रूयति धूनुदित अनेन एव वेद् भवति साधु विकल्पेन. तदेन मूलतः वेट् धातुः अस्ति. आमामां, पुनः वदतु भगिनि, न अवगतम् अन्तवाच्यं. मूलतः भगिनी सुकृति इत्युक्ते स्वरति सूति श्रूयति धूनितो वा इति सूत्रेण मूलतः वेट् धातुः अस्ति. केन सूत्रेण इति न उक्तवती अहं, तर्हि भगिनी स्पष्टवती अहमपि अनेन भवति. किन्तु तासि च कृत्वा इति सूत्रं तु किं भवति तत्र निषेधकम् अस्ति, यद्यपि मूले वेट् अस्ति स्वरति सूति श्रूयति गुञ्जतो वा इति सूत्रेण, किन्तु तासि च कृपा इत्यनेन तत्र इदागमः निषिद्धः भवति. अस्तु, अद्य इदानीम् अहं पठामि छात्र. बकारान्तदातव, एकाच् बकारान्तदातव, त्रयधातव अमितः. त्रिषु अपि सामान्य हल् सन्धिकार्यमस्ति. प्रथममस्ति दशस्ततो ध इत्यनेन प्रत्यादौ स च इत्यनयोः स्थाने धकारो आदेशः भवति. दशस्ततो ध सूत्रं अष्टमध्याये द्वितीयपादे चत्वारिंशत् सूत्रं. झष् उच्चारस्य तकार सकारयोः स्थाने धकारो आदेशः भवति. धा धातुं वर्जयित्वा तस्य थ च तथो इतरेतरद्वन्द्व तयोः तथोः तकार उत्तर अकार उच्चारणार्थम् अस्ति. अग्रे दः इत्यस्य धकारो उत्तर अकार अपि तथा. न धा अधा नै तत्पुरुष तस्मात् अध. झष पञ्चम्यन्तं, तथो षष्ट्यन्तं, दः प्रथमान्तम्, अध पञ्चम्यान्तम्. अनेकपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. झष तथो ध अध. द्वितीयं सूत्रं, प्रथमं झषस्ततो ध इति सूत्रं वदामि. झष् उत्तरस्य यदि तकार थकार प्रत्ययः अस्ति तत्र तकार थकार स्थाने धकार आदेशः भवति. किन्तु यदि अधा इति धा धातु अस्ति तत्र न भवति धा धातु कृते. अस्तु, केवलं धकार धा धातु वर्जित्वा तत्रापि झष् उत्तरस्य तकार थकार भवति. तकार थकारस्य धकार आदेशः भवति. तो झष् इति सूत्रे वर्गीय तृतीय अपि चतुर्थवर्णाः सन्ति. तो यदि धातु तस्मिन् वर्गे आगच्छति तत्र प्रसक्तिः भवति एतत् सूत्रस्य. द्वितीयसूत्रमस्ति झलान् झषि इत्यनेन धात्वन्ते चतुर्थवर्णस्य स्थाने तृतीय आदेशो भवति. झलान् झषि अष्टमध्यायस्य चतुर्थपादे त्रिप्रश कथं वदामः भगिनि? 53 अस्तु. जलान् स्थाने झषादेशो भवति. झषि परे स्थाने अन्तरतम् इत्यनेन झष् वनेषु वर्णनिर्धारं. झलान् षष्यन्तं, झष् प्रथमान्तं, झषि सप्तम्यन्तं. त्रिपदमिदं सूत्रं. झष् प्रत्याहारे वर्गाणां तृतीयचतुर्था च वर्णा अन्तर्भूता. तयोवचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं झलान् झष् झषि संहितायां. तो इदानीं झलान् स्थाने झष् आदेशो भवति झषि परे. तो झलाम् इति प्रत्याहारे अपि अङ्गं यस्तस्ति धातु अङ्गं भवेत् तत्र झष् आदेशः भवति. तत्र यदि वर्गीयचतुर्थ वा तृतीयवर्णं भवति तत्र झष् प्रत्याहारे तृतीयवर्णः अस्ति तत् आगच्छति. कः वर्णः आगच्छति अस्य निर्णयं स्थाने अन्तरतम् इति सूत्रेण भवति. स्थाने अन्तरतम् यथा उदाहरणमस्ति इदानीं यभ् योगता प्रथमं त्रिपाद्याम् अस्ति तु पूर्वसूत्रं करणीयं. तु झषस्ततो ध तस्य प्रसक्तिः भवति. ता इति परे अस्ति, भकार झष् अस्ति तत्र. झष् प्रत्यपरे तकारस्य धकार भवति यभ् योगदा. इदानीं भकार झलि अस्ति, धा इति झषि अस्ति चतुर्थवर्ण. इदानीं झल् स्थाने भकारस्य स्थाने झष् आदेश वर्गीय तृतीयवर्ण आगच्छति. तो धका धा स्थाने न भ स्थाने तत् वर्गीय तृतीयवर्णः भवति, बकारः भवति. तति यब्धा. सो स्थाने अन्तरतम् इति अनेन यत्र स्थानं भवति बकारस्य वयं जानीमः. बकार इति ओष्ठवर्णम् अस्ति, तत्र तृतीयवर्णं बकारः भवति. सो यब्धा इति भवति. तथैव रभ् योगता झषस्ततो ध अनेन तकारस्य स्थाने धा आगच्छति, रभियोग धा, तदनन्तरं झलाञ्चचनेन भकारस्य बकार भवति लब्धा, तथैव लब् योगता लब्धा इति भवति। अग्रे अहं पठामि अस्तु भगिनि पठतु अग्रे। ओके, एकः बकारान्त धातु वेत् लुभ् इदादिपक्षे, लुभ् योग इता पुगन्तलघुपतस्य च, अनेन लोभ योग इता लोभिता, अनादादिपक्षे लुभ् योगता पुगन्तलघु लघुपदस्य च, अनेन लोभ योगता लोब्धा, तत् यथा पूर्वं प्रक्रिया अस्ति झषस्वरोध अनेन तकारस्य धकार, झलाञ्चषि अनेन भकारस्य भकार, स लोब्धा इति भवति। लुब्धातो लुट् लकारे इदागम वैशिष्ट्यम् अस्ति। वयम् अस्माकं यत् एवेत् आवली अस्ति तस्मिन् लुप् धातु दत्तं नास्ति। कारणं दत्तवान् केवलं लुट् लकारे यत् अत्र भवति, अन्यां यदि लुप् धातु अन्यप्रक्रिया यत्र भवति तत्र वेत् तस्य स्वभावः न भवति। तीश् सः लुभ् ऋष् ऋष् इति धातु यत् अस्ति सूत्रं, द्विवादिगणे इष् धातु च सः लुभ् ऋष् ऋष् इत्येभ्य पञ्चभ्य धातुभ्य तकारादि आद धातुकप्रत्ययविकल्पेन इदागम अनुकूलाः। ति सप्त्यमन्तम् इष सः लुभ ऋष ऋष पञ्चम्यान्तं द्विपदमिदं सूत्रं, तीश् सः लुभ ऋष ऋष इति सूत्रे ये धातव अस्ति तस्मिन् इति सूत्रे ये अन्तर्भूता अस्ति सः लुभ ऋष ऋष चत्वारि धातु चत्वार धातवः, तेषां कृते विकल्पेन इदागम प्रत्यय आधधातुकप्रत्ययपरि विकल्पेन इदागमचिन्तनं भवति इति अस्ति। तकार अस्माकं प्रकृत लुट्लकारे तास् इति अस्ति तकारादिप्रत्यय आधधातुक, अत्र इदागम विकल्पेन भवति। इष् एष्टा योग एषिता, इष् इति अर्धधातुकस्य इति पुगन्तलघुपतस्य अनेन गुणं भूत्वा एष्टा भवति इदागमपक्षे, एषिता सह सोढा सहिता। एकं सूत्रं होडा इति, द्वितीयसूत्रं वः सः न, तस्य कृते अन्यसूत्रम् अस्ति विश्रमति। महोदय उक्तवान् अग्रे आगच्छति, इदानीं न पठामः। लुभ् योग इदानीं वयं कृतवन्तः, तत्र झषस्वरुध अपि झलाञ्चषस् अन्येन अन्यत् पक्ष यत्र इदागम अनादिपक्षे लोब्धा इदागमपक्षे लोभिता भवति, ऋष् पुनः उपगन्तलघुपदस्य अनादिपक्षे रोष्टा इदागमपक्षे रोषिता, ऋष् अपि रेष्टा उपगन्तलघुपदस्य अनादिपक्षे रेषिता इदागमपक्षे इति। अहं न यदा रधादिभ्यश्च तत्रापि परगणिता सन्ति, सदि धातव रद् नद् इति दृप् तृप् नश् रद् नश् तृप् दृप् दः दृह् मुः स्नः स्नः, तत्र दत्तं कथम् एतं सूत्रम् एतत् सूत्रमस्ति न दत्तम् आवल्याम्? तदपि दातुं शक्नोमि, साधु लेखितुं शक्नुमः एतदपि वा, किन्तु तकारादि प्रत्ययपरे एव खलु, सर्वत्र लट्लकारे लुट्लकारे तु न भवति खलु, सर्वेषाम् आरुधातु यत् आवलिं सर्वत्र तु भवति खलु, यदि कृत् प्रत्यय तकारादि तत्र अग्रे गच्छामः वा, मकारान्त मकारान्तदातवः चत्वारः मकारान्तदातवः अनितः गं नं यं रम् अत्र नश्च पदान्तस्य जलि अनुस्वरस्य ययि परसवर्ण इति सूत्राभ्याम् अनुस्वरः तदा परसवर्णादेशः भवति. गं धातु मकारः अस्ति, नश्च पदान्तजलि तेन अनुस्वरः प्रथमं भवति, तदनन्तरं गं योगः सः गन्ता भवति. गं त गं त गन्त नम् अपि नं त नं त यं त यं यं त रं त रं त रं त भवति. अत्र एकः मकार धातुः वेट् अस्ति, क्षम् इति धातुः. इदादिपक्षे क्षम् योगः इता क्षमिता भवति, अनितादिपक्षे क्षम् योगता मकारस्थाने अनुस्वर अस्ति भवति. तदनन्तरम् अनुस्वरस्य परिसवर्णः इति सूत्रेण चन्ता भवति. ऊष्मान्तदातवः सन्ति, प्रकारान्तदातवः दशदातवः अनितः सन्ति. एषु दशसु सप्तदातवः सामान्याः, तेषां कृते उगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा व्रश ब्रश सृज मृज यज राज ब्राज शशां शः इति इत्येतेन शकारान्तानां जलिपरे षत्वं तदा ष्ठुनाष्टुः इत्यनेन ष्टुत्वं दिश्योगहता देश पुगन्तलघुपदस्य चेतेन देशयोगहता भवति. तदनन्तरं वृष वृष इत्यनेन शकारान्तानां तु शकारः मूर्धनिशकारः भवति जलादिप्रत्यये परे. तर्हि देश क्षम्यतां देशयोगहता देष्टा इति, ऋष्योगहता रेष्टा, लिष्योगहता लेष्टा, विषयोगहता वेष्टा, ऋष्योगहता रोष्टा, कृष्योगहता क्रोष्टा, दंशयोगः दंष्ट्रा इति भवति, दंष्टा इति भवति खलु, दंष्टा इति भवति. दृश्यधातुः दृश्यधातुः अनित्, परन्तु अमागमः विकल्पेन भवति अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रेण ऐक्षमितम् इत्यनेन न भवति, यतोहि साक्षात् साक्षात् इति सृजि दृशोर्जलि अम् अकिति तः अनेन च अमागमः नित्यः भवति. अस्तु, सामान्यतः च अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इत्यनेन तु विकल्पेन भवति स्म, किन्तु एतत् प्रभाद्य सृजिदृशो प्रतिपदोक्तत्वात् सृजिदृशोर् जलि अम् अकिति इति सूत्रेण नित्यम् अमागमः भवति अनेन सूत्रेण. तर्हि अमागमः कुत्र भवति भवति इत्युक्ते दृश्यधातोः अमागमो भवति कित् भिन्न जलादिप्रत्यये परे इति. अकिति इति यत्र उक्तम् अस्ति, अत्र तु पुनः अत्र तु प्रसज्य प्रतिषेध क्षम्यताम् एकनिमिषं चिन्तयामि. पर्युदासः अस्ति अप्रत्ययः, तद्भिन्नत्वं तद्भूयो धर्मत्वम् अपेक्षितम् अस्ति, तद्गतभूयो धर्मत्वम् अपेक्षितमस्ति. अस्तु, इत्युक्ते प्रत्ययः अपेक्षितः अस्ति, केवलं किति कित् भिन्नप्रत्यये परे जलादिप्रत्यये परे भवति इति. तर्हि दृश्योगहता दृश्योगः तर्हि नित्यं भवति इति कृत्वा दृश्योगः अम्योगहता दृश्योगः. अमागमः तु मिदचोन्त्यात् परः इत्यनेन अन्तिम अच्वर्णात् परे आगच्छति. तर्हि दृयोगः अयोगः इष्योगः ता इति भवति. तदा तु ऋकारकारयोः यणादेशः भवति. तर्हि ऋकारस्य स्थाने रेपः आगच्छति, द्रश् योगः ता इति. इद् इर रेपः अकारः इष् भवति, तर्हि इद् र इष् योगः ता भवति. तदनन्तरं वृष वृष इत्यनेन द्रश् भवति. शृणष्टुः इत्यनेन द्रष्टा भवति. सृजिति सृजिदृशोर्जल्यमखिति सृज् धातोः च दृष्टातोः च अमागमो भवति कित् भिन्न जलादि प्रत्यये परे. सृजिश्च दृशश्च तयोरितरेतरद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न कित् अकित् नयन् सत्पुरुषः अस्मिन् अकिति. सृजिदृशोः षष्ट्यन्तं जलि सप्तम्यन्तम् अं प्रथमान्तम् अकिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. सृजिदृशोः अम् अजलि अकिति इति अवगतं खलु. अत्र विशिष्टकार्यं किमपि नास्ति. अस्तु, पुनः कस्य क्रमः अस्ति? सरलभगिन्याः क्रमः क्रमः अस्ति अरुणा भगिनी. न न, भवत्याः अनन्तरं पठति खलु, भवती एव प्रथमं. अस्तु. मृष् स्पर्श धातु. मृष् स्पर्श इति धात्वोः विकल्पेन अमागम अनुदात्यस्य च ऋतुपद्यस्य अन्यतरस्याम् इति सूत्रेण. अमागमे पक्षे मृष् योगता, मृष् योग अम् योगता, मृ अ श ता इको यणचि अनेन मष्टा वृश्च प्रश्च सृज मृज यज राज भ्राज जशसां श मृष योगता श्नाष्टुः अनेन मृष्टा भवति. अमागमाभावे मृष योगता उगन्तलघुपद्यस्य च अनेन मर्ष योगता वृश्च प्रश्च सृज मृज यज राज भ्राज जशां च अनेन मर्ष योगता श्नाष्टुः अनेन मष्टा भवति. इदानीं मृष स्पर्श वयं दृष्टवन्तः, अस्माकम् अनिट् आवल्याम् अस्ति यत्र शकारान्तधातुः अस्ति, तत्र अमागम भवति विकल्पेन अनुदात्यस्य च ऋतुपद्यस्य अन्यतरस्यां. वयं चिन्तवन्तः पूर्वमपि अनुदात्यस्य च ऋतुपद्यस्य अन्यतरस्याम् इति अनुदात्यस्य ऋतुपद्यस्य अमागम भवति विकल्पेन झलि अकिति प्रत्यये परे. अतः परिदासप्रतिषेधासि कारण कि झलि अपि भवेत् अकिति अपि भवेत् इति प्रत्ययस्य नियमः अस्ति अत्र. अमागम पक्षे प्रक्रिया अस्ति मृष योगता, मृष योग अमागम भवति, अमागम मित्वात् मिदिचो अन्त्यात् पर ऋकारान्त अन्तं स्वर अस्ति तस्य अनन्तरम् आगच्छति अम्. अतः मृष योग अम् योगता मकारस्य संज्ञा, सो मृ योग अ तत् यत् वित् अस्ति अस्ति द्वयो मध्ये इको यणचि इति सूत्रेण रेफ आदेश भवति. सो मकार मृ भवति, मृ योगस्य योगता मृष्टा इति भवति. तदनन्तरं शकार वृश्च प्रचसज इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. मृष् ता इति श्नाष्टुः अनेन टकारः भवति, मृष्टा इति भवति. तत् अमागम अभावे मृष् रोगता केवलं पुगन्तलघुपद्यस्य अनेन रेफस्य अदेश भवति. तद् रप्पर अनेन रेफ भवति, सो अर् आदेश भवति. मृष् योगता वृषभचनेन पुनः मूर्धन्यशकार श्नाष्टु अनेन मष्टा इति भवति. अनुदात्यस्य च ऋतुपद्यस्य अन्यतरस्यां सूत्रं वयं दृष्टवन्तः. उपदेशे अनुदातः य ऋतुपदस्य तस्य आगमविकल्पेन भवति जलादो अकृति प्रत्यये परे इति अनुवृत्तिसूत्रं समानः अस्ति. उपदेशे अनुदात्यस्य ऋतुपदस्य अञ्जलि अकृति अन्यतरसाम् ओके इति सूत्रे ऋतुपद्यस्य इति ये धातवः सन्ति ते अस्ति तृप् दृप् सृप् मृश स्पृश कृश्च. तथा दृप् तृप् द्वयो वयं दृष्टवन्तः वेत् सन्ति. मृश सृप् मृश स्पृश ते अन्यत् अस्ति कृष् अपि शकारान्तधातु आवल्याम् अस्ति. इदानीं स्पर्श धातु तस्य रूपं द्वयमपि भवति. अमागम्यपक्षे स्पृष्टा भवति, यदि अमागमन् नास्ति तत्र पुगन्तलघुपदस्य अनेन गुणं भूत्वा स्पष्टा इति भवति. साधु अग्रे भगिनि क्षम्यताम्, अत्र किमस्ति मणिमहोदय अग्रिमे अग्रिमसप्ताहात् आगमिष्यति इति उक्तवान्. अस्तु अरुणा भगिनी पठति वा. त्रयः धातवः वेटः अशु क्लिशु नश्. अशु धातुः इदागमपक्षे अश् योग इद अशिता भवति. एवमेव अशितुम् अशितव्यम् अनिगमपक्षे अश् युवता पश्च ब्रश्च सृज मृज यज राज चशांश इति सूत्रेण सान्दवेशकारस्थाने मूर्धन्यशकारः भवति. तदनन्तरं स्टुनाष्टुः इति सूत्रेण सुत्वं भूत्वा षष्टा भवति. क्लिश् धातुः इदागमपक्षे क्लिश् योगिता क्लेशिता भवति. एवमेव क्लेशितुं क्लेशितव्यम् अनित्यागमपक्षे क्लेश युवता पदः प्रश्च भ्रश्च सृज मृज यज राज भ्राज चशांशः इति सूत्रेण क्लेश् युवता स्तुनास्तु इति क्लेष्टा भवति. नश् धातु अपि इदागमपक्षे नश्यता भवति. अनिटागमपक्षे नूतनसूत्रमस्ति मश्जिनशोर्झलि इत्यनेन नश् धातोः नुमागमः भवति जलादिप्रत्यये परे. प्रथमं नश् नुमागम नंश् यवहत्ता कथं भवति नंश् नुमागमः निदच्छन्त्यात् परः इति झलि अनेन नकारस्य अनुस्वारः भवति निदच्छन्त्यागमः तदनन्तरम् अनुमागमः तदनन्तरं नंश् युवता पृष्ठभ्रश्च सृज सूत्रेण शकार आगच्छति. नंश् युवता स्टुनास्टु नंष्टा इति भवति. सूत्रमस्ति मश्चि नशोर्झलि इति सूत्रे मश् धातोः च नश् धातोः च नुम् आगमो भवति जलादिप्रत्यये परे. मश्चिश्च नश्च तयोः इतरेतरद्वन्द्वः मश्चि नशोः तयोः मश्चिशो नशोः मश्चिनशोः षष्ट्यन्तं झलि सप्तम्यन्तं द्विपदपदं सूत्रम् इति तु नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः येन प्रत्ययः पदस्यापि सूतार्थे आक्षेपः. किमर्थं भगिनि अत्र प्रत्ययपदस्यापि सूत्रार्थे अपेक्षः आक्षेपः इति अत्र अङ्गस्य अधिकारः अस्ति खलु तदा भवति यत्र प्रत्यये परे एव अङ्गं भवति खलु अनुवृत्तिसहितसूत्रं मश्चिनशोः अङ्गस्य नुं जलि प्रत्यये. केवलं जलादि वर्णनिमित्तं कार्यं नास्ति प्रत्ययः अपेक्षितः अङ्गस्य इति पदेन वयं अत्र किम् इत्युक्ते किम् उक्तवती अत्र तु यत्र इडागमः भवति तदा तु प्रत्ययः अजादिप्रत्ययः भवति इति कृत्वा नुमागमः तत्र न भवति केवलं नशिता इति पक्षे अनिष्पक्षे नुमागमः भवति इति. षकारान्तदातवः द्वादशदातवः अनीतः एषः दशदातवः सामान्याः तेषां कृते पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं तदा ष्टुनाष्टुः इत्यनेन ष्टुत्वं त्विश्योगः ता अपुगन्तलघुपदस्य च इत्यनेन त्वेश्योगः ता तदनन्तरं ष्टुनाष्टुः इत्यनेन त्वेष्टा तकारस्य टकारादेशः त्वेष्टा द्विश्योगः ता द्वेष्टा पिश्योगः ता पेष्टा विश्योगः ता वेष्टा शिश्योगः ता श्लेष्टा श्लिष्योगः ता श्लेष्टा तुष्योगः ता तोष्टा दुष्योगः ता दोष्टा पुष्योगः ता पोष्टा शुष्योगः ता शोष्टा इति अग्रे अपि पठामि वा अनेट् धातुषु तावदेव कृतं महोदयस्य करपत्रे तु तत्र रेकार्डिङ्ग् मध्ये तु महोदय लिखितवान् शकारान्त ओ ओ केवलं शकारान्त वा शकारान्त भगिनि मस्य तस्य प्रक्रियां कुर्मः मस्य योगता इदानीं प्रथमं संयोगान्तस्य इत्यनेन सकारपूर्वम् अस्ति तस्य लोप भवति साधु मज् भवति केन सूत्रेण संयोगान्तस्य सकारस्य पूर्वम् एकमस्ति न सकारककारस्को संयोगस्य पूर्वम् अस्ति तु सकार वा ककारस्य लोप भवति स्को संयोगः अस्ति खलु अनिट् अस्ति खलु मस्चि इति या इति अनिट् किन्तु प्रक्रिया सकारस्य लोप भवति अहं क्रमः किं भवति तत् न स्मरामि मज् योग तथा इदानीं इति अमागमः भवति सो अमागमः मकारस्य क्षम्यतां नुमागमः भवति तत्र मकारस्य भवति उकार उच्चारणा अस्ति तस्य अपि संज्ञा भवति नकार तिष्ठति सो मकार म योग न योग जकार भवति इदानीं नष्टापदांश झलि अनेन नकारस्य अनुस्वार भवति म योग ज भवति योगता इदानीं कोहोचु अनेन जकारस्य ककार भवति सो म योग क योगता इदानीं ककार ययि अस्ति सो अनुस्वारस्य ययि परसवन् अनेन अनुस्वारस्य पञ्चमवर्ग ङकार आगच्छति सो मङ्क्ता इति भवति साधु ओ वयं अनिट् आवलयामः जकारः भवति खलु प्रथमं गकारः भवति तदनन्तरं खरी च क्षम्यतां यत्र अनिट् आवली अस्ति तत्र दत्तमस्ति प्रक्रिया अस्तु अभ्यास कुर्मः भगिनि वेतावल्यां अधुना पठामि भवती वदतु अहमपि पठामि अस्तु प्रथमं स्वरति सूयति सूति धूनुदितो अनेन ये धातवः तस्य स्वर सु सु धु इति धातवः अपि चतुर्विंशति उदितधातवः सन्ति अनेन विकल्पेन इदागमः भवति सो स्वर इति यत् अस्ति तत्र स्वरिता वा स्वरिता इदागमपक्षे स्वर्ता इति अनागमपक्षे भवति सूत् सोता या सविता सु सोता सविता धू अस्ति तत्र धोता धविता भवति तदनन्तरं ये उदितधातवसि त्वञ्चु तत्र त्वङ्क्ता वा त्वञ्चिता ओ ओ व्रश्चु व्रश्च व्रश्च रिज अननेन भवति ओ व्रष्टा वृश्चिता इति भवति. तदनन्तरं किमस्ति, त्वञ्चु ओ व्रश्चु, तदनन्तरं जकार आगच्छति, अञ्चु अङ्क्ता अञ्जिता, मृज्जु तत्र माष्टा मार्जिता, मृजे वृद्धि अनेन अपि अस्ति वृषभृषस्य जराजनेन. अहं सूत्रं न वदामि, केवलं रूपं वदामि. तदनन्तरं दकारान्तधातव क्लिदु शिदु स्यन्दु, क्लिदु क्लेदिता क्लेदिता क्लेता, स्यन्ता स्यन्दिता, सिद्धु सेधिता सेता. दकारानन्तरम् आगच्छति गुपु, रै गुपु रूपाणि, गुपु गोपा गोपायिता गोप्ता, क्लिपु इदानीं कृतवन्तः, क्लपिता वा कल्पिता, त्रपुष् त्रप्ता तर्पिता, मकार शमु शमता शन्ता स्वामी शन्ता शमिता, शमु अशु तालव्यशकार, अष्टा अशिता, अशु अशु तक् किमस्ति, अशु क्लेषु क्लिषु क्लिषु, क्लेष्टा क्लेशिता, त्व तदनन्तरं संयोग अक्षु इति, तो अक्षिता अष्ट अष्टा अक्षिता, त्वक्षु त्वक्षिता त्वक्ष्टा, त्वक्षु तक्षिता तक्ष्टा, गुः रूपाणि त्रीणि, नो द्वयं गुहिता, अत्र गोहिता न भवति, गुहिता गोढा गाहु गाढा गाढा गाहिता, गृह गर्हिता गर्धा, वृहु वर्धा वर्धिता, त्रिहु तर्धा तर्हिता, तृणुहु तृढा तृणीता, त्रिहु तर्धा त्रहिता. वा भगिनि, अस्तु. तदनन्तरमस्ति रथादिभ्यश्च अनेन, रथ रद्धा रथ रद्धा रद्धा तक् तकारस्य तकार भवति, रद्धा रद्धि रद्धिता, नञ्च नञ्च नञ्च नष्टा नशिता, द्रुः द्रोहिता द्रोग्धा द्रोढा, त्रीणि रूपाणि भवति सर्वेस्य. तत्र होड अपि अन्य गकार आगच्छ गकार तस्य विकल्पेन भवति. सुमृः मर्धा मर्धा महिता मग्धा, तस्य नन्दनं स्त्रुः स्त्रहि त्रधा त्रधा स्त्रुहुडा स्त्रधा स्त्रघृता स्त्रग्धा स्त्रहिता, स्त्रुः मृः द्रुः स्त्रु इकार अपि अस्ति, इकार यत्र अस्ति स्ते स्तः किमस्ति, स्त कथं वक्तव्यं, स्थहिता किमस्ति भगिनि, स्नेहदातु स्नेहता अस्तु वा, स्नुः स्नेह स्नेहिता निष्कुश निष्कोषिता निष्कोष्टा निष्कोषिता द्रुपद्रुपं न उक्तवती, तर्प्ता त्रप्ता दत्ता दृप् तर्पिता इति इदागमे या तर्पिता प्रथमं भवति अनादिपक्षे भवति क्रप्ता त्रप्ता तथैव दर्पिता द्रप्ता दर्प्ता भगिनि कृतवती अहं न करोमि मया पुनः पठनी अस्तु पठित्वा गच्छामि अस्तु तर्हि विरमामः अस्तु भगिनि शुभरात्रि धन्यवादः धन्यवादः